भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं शुद्ध्यर्थं विज्ञातं तस्मिन् प्राणस्य वास इति दर्शनमात्रमेह विधीयते अद्भिः परिदधति इति न आचमनान्तरं यथा लौकिकैः प्राणिभिः अद्यमानम् अन्नं प्राणस्य इति दर्शनमात्रं तद्वत् किं मे अन्नं किं मे वास इत्यादि प्रश्नप्रतिभजनयोः तुल्यत्वात् यदि आचमनम् अपूर्वं तादर्थ्येन क्रियेत तदा क्रम्यादि अन्नमपि प्राणस्य भक्ष्यत्वेन विहितं स्यात् तुल्ययोः विज्ञानार्थयोः प्रश्नप्रतिवचनयोः प्रकरणस्य विज्ञानार्थत्वात् अर्धद्वितीयो न्यायो न युक्तः कल्पयितुं यत्तु प्रसिद्धम् आचमनं प्रायित्यर्थं प्राणस्य अनग्नितार्थं च न भवति इत्युच्यते न तथा वयम् आचमनम् उभयार्थं कुर्मः किं तर्हि प्रायित्यर्थ आचमनसाधनभूत आपः प्राणस्य वास इति दर्शनं चोद्यते इति ब्रह्म तत्र आचमनस्य उभयार्थत्वप्रसङ्गदोषचोदन अनुपपन् वासोऽर्थैव आचमने तद्दर्शनं स्यादिति चेत् न वासोज्ञानार्थवाक्ये वासोऽर्थपूर्वाचमनविधाने तत्र अनग्नतार्थत्वदृष्टिविधाने च वाक्यभेदः आचमनस्य तदर्थत्वम् अन्यर्थत्वं च इति प्रमाणभावात् तद्धैतत्सत्यकामो जापालो गो श्रुतिये वय्यः कृपद्यायुक्त्वा उवाच यद्यपीन शुष्कायस्थाणमे ब्रूयाज्जायर्नेव अस्मिन् शाखा प्ररोयेः उपलाशानीति तदैतत्प्राणदर्शनं स्तूयते कथं तद्धैतत्प्राणदर्शनं सत्यकामो जापाल गोश्रुतये नाम्ना वैयाग्रपद्याय व्याघ्रपदो अपत्यं वैयाग्रपद्यः तस्मै गोश्रुत्याख्याय उक्त्वा उवाच अन्यदपि वक्ष्यमाणं वचः किं तदुवाच इति आह यद्यपि शुष्कायस्थाणवि एतद्दर्शनं ब्रूयात् प्राणवि जायेरन् उत्पद्येरन्नेव अस्मिन् स्थाणौ शाख प्ररोहीविश्चपलाशानि पत्राणि किमु जीवते पुरुषाय ब्रूयादिति यथोक्तप्राणदर्शनविधः इदं मन्थाख्यं कर्म आरभ्यते अथ यदि महज्जिगमिषेत् अमावास्यायां दीक्षित्वा पौर्णमास्यागं रात्रौ सौरोषदस्य मन्थं दधि मधुनोः उपमत्या ज्येष्ठाय श्रेष्ठाय स्वाहिते अग्निमाद्यस्य हुत्वं मन्ते सम्पात मोनये अथ अनन्तरं यदि महत् महत्त्वं जिगमिषे गन्तुमिच्छे महत्त्वं प्राप्तुं यदि कामयते इत्युक्तः तस्य इदं कर्म विधीयते महत्त्वैः सति श्रीः उपनमते श्रीमतो हि अर्थप्राप्तं धनं ततः कर्मानुष्ठानं ततश्च देवयानं पितृयाणं वा पन्थान् प्रतिपत्स्यतः इति एतत् प्रयोजनम् उररीकृत्य महत्त्वप्रेप्सो इदं कर्म न विषयोपभोगकामस्य तस्यायं कालादिविधिः उच्यते अमावास्यायां दीक्षित्व दीक्षितैव भूमिशयनादिनियमं कृत्वा तपोरूपं सत्यवचनं ब्रह्मचर्यम् इत्यादि धर्मवान् भूत्वा इत्यर्थः न पुनः दैक्ष्यमेव कर्मजातं सर्वमुपादत्ते अतद्विकारत्वात् मन्थाख्यस्य कर्मणि उपसद्व्रती इति शुत्यन्त्र पयोमातृभक्षणं च शुद्धिकरणं तप उपादत्ते पौर्णमास्यां रात्रौ कर्म आरभते सर्वौषधस्य ग्राम्यारण्यानाम् औषधीनां यावच्छक्ते अल्पम् अल्पम् उपादाय तद्विदुषीकृत्य आममेव पिष्टं दधि मधुनोः औदुम्बरे कंसाकारे चमसाकारे वा पात्रे श्रुत्यन्त्र प्रक्षिप्य उपमत्य अग्रतः स्थापयित्वा ज्येष्ठाय श्रेष्ठाय स्वाहेति अग्नम् आवसत्य आद्यस्य आवापस्थाने हुत्वा स्रुवसंलग्नम् अन्ते सम्पातु मौने संस्रवम् अधः पातयेत् वसिष्ठाय स्वाहेति अग्नौ आद्यस्य हुत्वा मन्ते सम्पातु मौने प्रतिष्ठाय स्वाहेति अग्नौ आद्यस्य हुत्वा मन्ते सम्पातु मौने सम्पदे स्वाहेति अग्नवाद्यस्य उत्पामन्ते सम्पातमवनीयम् आयतनाय स्वाहेति अग्नवाद्यस्य उत्पामन्ते सम्पातमवनीयम् समानमन्यतु वसिष्ठाय प्रतिष्ठाय सम्पदे आयतनाय स्वाहेति प्रत्येकं तथैव सम्पातमवनीयेत् उत्वा अथ प्रतिसृप्याञ्जलौ मन्थमादाय जपति अमो नामस्य अमाहिते सर्वमिदं सहि ज्येष्ठः श्रेष्ठो राजाधिपतिः समाजैष्ठ्यगं श्रैष्ठ्यगं राज्यमाधिपत्यं गमयतु अहमेव इदं सर्वमसानीतिम् अथ प्रतिसृप्य अग्निः ईषदपसृत्य अञ्जलौ मन्त्रमादाय जपति इमं मन्त्रम्। अमो नामासे अमाहिते, अम इति प्राणस्य नाम। अन्नेन हि प्राणः प्राणिति देहे इत्यतः मन्त्रद्रव्यं प्राणस्य अन्नत्वं प्राणत्वेन स्तूयते अमो नामासीत्। कुतः? यतः अम सः हि यस्मात् ते तव प्राणभूतस्य सर्वं समस्तं जगदिदम्। अतः स हि प्राणभूतो मन्तो ज्येष्ठः श्रेष्ठश्च, अत एव च राजा दीप्तिमान् अधिपतिश्च अधिष्ठाय पालयिता सर्वस्य। सः मामपि मन्तः प्राणो ज्येष्ठ्यादिगुणं पूगम् आत्मनः गमयत्। अहमेव इदं सर्वं जगदसानि भवानि प्राणवत् इति शब्दः मन्त्रप्रतिसमाप्त्यर्थः। अथ खलु एतयार्च पच्च आचामति तत्सवितृणी महे इति आचामति, वयं देवस्य भोजनमिति आचामति, श्रेष्ठं सर्वदातमिति आचामति, त्वरं भगस्य धीमहि इति सर्वं पिबति निर्निज्य खगं सं चमसं वा पश्चादग्निः संविशति चर्मणि वा स्तण्डिले वा वाचम्यमाप्रसाहः स यदि स्त्रियं पश्ये समृद्धं कर्मेति विद्याम्। अथ अनन्तरं खलु एतया वक्ष्यमाणया रुच पच्छः पादशः आचामति भक्षेत्। मन्त्रस्य एकैकेन पादेन एकैकं ग्रासं भक्षेत्। तद्भोजनं सवितुः सर्वस्य प्रसवितुः। प्राणम् आदित्यं च एकीकृत्य उच्यते आदित्यस्य वृणीमहे प्रार्थयेमहि मन्त्ररूपम्। येन अन्नेन सावित्रेण भोजनेन उपभुक्तेन वयं सवितृस्वरूपपन्नाः भवेम इत्यभिप्रायः। देवस्य सवितुः इति पूर्वेण सम्बन्धः। श्रेष्ठं प्रशस्यतमं सर्वान्येभ्यः सर्वधातमं सर्वस्य जगतो धारयितृतमम् अतिशयेन विधातृतमम् इति वा सर्वथा भोजनविशेषणं। त्वरं त्वरं तूर्णं शीघ्रम् इत्येतत् भगस्य देवस्य सवितुः स्वरूपमिति शेषः। धीमहि चिन्तयेमहि विशिष्टभोजनेन संस्कृतः शुद्धात्मनः सन्तः इत्यभिप्रायः। अथवा भगस्य श्रियः कारणं महत्त्वं प्राप्तुं कर्म कृतवन्तो वयं तद्धीमहि चिन्तयेमहि इति सर्वं च मन्त्रलेपं पिबति। निर्णिज्य प्रक्षाल्य कंसं कंसाकारं चमसं चमसाकारं वा उदुम्बरं पात्रं पीत्वा आचम्य पश्चादग्नेः प्राक्षिराः संविशति चर्मणि वा अजिने स्तण्डिले केवलायं वा भूम। वाचम्यं वाग्यतस्सन्नित्यर्थः। अप्रसव न प्रसख्यते न अभिभूयते स्त्रियादि अनिष्टत्वप्रदर्शनेन यथा तदा संयतचित्तः सन्नित्यर्थः। स एवं भूतो यदि स्त्रियं पश्ये स्वप्नेषु तदा विद्या समृद्धं मम इदं कर्मेति। तदेश श्लोको यदा कर्मसुकाम्येषु स्त्रियं स्वप्नेषु पश्यति समृद्धिं तत्र जानीयं तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शने। तदेतस्मिन्नर्थे एष श्लोकमन्त्रोऽपि भवति यदा कर्मसु काम्येषु कामार्थेषु स्त्रियं स्वप्नेषु स्वप्नदर्शनेषु स्वप्नकालेषु वा पश्यति समृद्धिं तत्र जानीय कर्मणां फलनिष्पत्तिः भविष्यति इति जानीयादित्यर्थः। तस्मिन् स्त्र्यादिप्रशस्तत्वप्रदर्शने सति इत्यभिप्रायः। द्विरुक्तिः कर्मसमाप्त्यर्थः इति द्वितीयखण्डभाष्यम्। तृतीयखण्डः ब्रह्मादिस्तम्भपर्यन्ताः संसारगतयो वक्तव्याः वैराग्यहेतोः मुमुक्षूणाम् इत्यतः आख्यायिका आरभ्यते। श्वेतकेतुर्हारुणीयः पञ्चालानागं समितिमीयाय तगं प्रवामनो जैवनिर्वाच कुमार अनु त्वाशिष्यत्पिता इति अनु हि भगवते। श्वेतकेतुर्नामतः ह इति ऐतिह्यर्थः। अनुस्य अपत्यम् आरुणिः तस्य अपत्यम् आरुणीय पञ्चालानां जनपदानां समितिं सभां येयाय आजगाम। तम् आगतवन्तं ह प्रवाहणुनामतः जीवलस्य अपत्यं जवलिः उवाच उक्तवान् हे कुमार अनुत्वा त्वाम् अशिष्यतु अन्वशिष्यतु पिता किम् अनुशिष्टत्वं पित्रा इत्यर्थः। इत्युक्तः सः अनु हि अनुशिष्टोऽस्मि भगवति सूचयन् वेत्थ इति तवादिप्रजाः प्रयन्ति इति न भगवति वेत्थ यदा पुनरावर्तन्त इति न भगवति वेत्थय पतोः देवयानस्य पितृयानश्च व्यावर्तना इति न भगवति। तं उवाच यदि अनुशिष्टोऽसि वेत्थयदितः अस्माल्लोक अधि ऊर्ध्वं यत्प्रजाः प्रयन्ति यद्गच्छन्ति तत् किं जानीषे इत्यर्थः न भगवैत्याः इतरः न जाने अहं तत् यत् पृच्छति एवं तर्हि वेत्थजानीषे यथा येन प्रकारेण पुनः आवर्तन्ते न भगवति प्रत्ययः वेत्तपतोः मार्गयोः सहप्रयाणयोः देवयानस्य पितृयानस्य व्यावर्तनम् इतरेतरवियोगस्थानं सह गच्छताम् इत्युक्तः वेत्थेतासुलोको न सम्पूर्यत इति न भगवति वेत्थेता पञ्चम्यामातो वापः पृशुवचतो भवन्ति इति नैव भगवते वेत्थेतासौ लोकः पितृसम्बन्धि यं प्राप्य पुनरावर्तन्ते बहुभिः प्रयद्भिरपि येन कारणेन सम्पूर्यते इति न भगव इति प्रत्ययः वेत्थयत येन क्रमेण पञ्चम्यां पञ्चसङ्ख्याकायाम् आहुतहुतायाम् आहुतिनिर्वृत्त आहुतिसाधनाश्चापः पुरुषवचसः पुरुष इत्येवं वचो अभिधानं यासां हूयमानानां क्रमेण षष्ठाहुतिभूतानां ताः पुरुषवचसः पुरुषशब्दवाच्य भवन्ति पुरुषाख्यं लभन्ते इत्यर्थः इत्युक्तो नैव भगवत्य नैव अहमत्र किञ्चन जानामि इत्यर्थः अथानु किम् अनुशिष्टो अवोचथा यो हि इमानिना विद्यात् कथं स्वनुशिष्टो ब्रवीत इति सहायस्थः पितुः अर्धमेयायातकम् उवाच अनुशिष्य वाव किलमां भगवान् ब्रवीत् अनुत्वा शिशमिति अथ इयम् अज्ञः सन् किम् अनु कस्मात् त्वम् अनुशिष्टोऽस्मि इति अवोचत उक्तवानसि यो हि इमानि मया पृष्टानि अर्थजातानि न विद्य न विजानीय कथं स विद्वत्सो अनुशिष्टोऽस्मि इति ब्रवीत इत्येवं स श्वेतकेतुः राज्ञा आयस्तः आयासितः सन् पितुः अर्धं स्थानं येयाय आगतवान् तं च पितरमुवाच अनुशिष्य अनुशासनम् अकृत्वा एव मां किल भगवान् समावर्तनकाले अब्रवीत् उक्तवान् अनुत्वाशिषम् अन्वशिषं त्वामिति